प्रारभ्यताम्। तर्हि अग्रे पठामि। हा अहं पठामि महोदय। हा पठतु पठतु। बटुः असौ आकृत्या सुन्दरः, वर्णेन गौरः, जटाभिर्ब्रह्मचारी, वयसा षोडशवर्षदेशीयः, कम्पुकण्ठः, आयतललाटः, सुबाहुः, विशाललोचनः च आसीत्। कदलीदलकुञ्जायितस्य एतत् कुटीरस्य समन्तात् पुष्पवाटिका पूर्वतः परमपवित्रपानीयं परसहस्रपुण्डरीकपटलपरिलसितं पतत्रिकुलकूजितपूजितं पयपूरितं सरः आसीत्। अनन्तरं तत्र दक्षिणतः च एकः निर्जरध्वनितः दिगन्तरः पलपटलास्वाद चपलित चञ्चु पतङ्ग कुलाक्रमणादिक विनत शाक शाकि समूह व्याप्तः सुन्दरकुन्दरः सुन्दरकन्दरः पर्वतकण्ठः कण्ठः आसीत्। अस्तु, अत्र यदा एतादृशगद्यं पठन्ति तत्र एकैकस्य पदस्य अल्पप्राणत्वं महाप्राणत्वं सम्यक् उच्चार्य पठन्ति चेत् गद्यस्य सौन्दर्यम् अनुभूयते। अत्र पश्यतु, फला इति अपि अस्ति, पटला इति अस्ति, एतत्तु शब्दसौन्दर्यम्। पटलः इत्युक्ते समूहः, फलानां पटलः इति फलपटलः। तत्र फल इत्यस्य महाप्राणफकारः भवतु, पटल अत्र अल्पप्राणमेव। एवं तत् अहम् एकवारम् एतदेव भागं पठामि, शृण्वन्तु सर्वे। दर्शयतु महोदय। अस्तु, कदलीदलकुञ्जायितस्य एतत् कुटीरस्य समन्तात् पुष्पवाटिका पूर्वतः परमपवित्रपानीयं परस्सहस्रपुण्डरीकपटलपरिलसितं पतत्रिकुलकूजितपूजितं पयःपूरितं सरः आसीत्। दक्षिणतश्चैको, अत्र निर्झर इति अस्ति खलु, तथा एव वक्तव्यम्। इदानीं झर इति बहु वेगेन पर्वतस्य शिखरात् आरभ्य पातः भवति, जलपातः भवति खलु, तदेव झरी झरी इति वदामः। झरी इत्यस्य शब्दः कथं भवति, तत्रस्य वेगः कथं भवति, एतत् सर्वं दर्शयितुम् एवं पदानाम् एतादृशपदानां प्रयोगं करोति कविः। ओजोगुणः पूर्णं छन्द गद्यम् इति वदामः। ओजस् इति कश्चन गुणः वर्तते, बहु किं वदामः, प्रतापः, पराक्रमः, धैर्यं, धीरता, अनन्तरं तत्र कश्चन बलं भवति, एतत् सर्वं ओजोगुणः इति वदामः। तादृशगद्यं भवति, अतः एव गद्यस्य साधारणतया शब्दसौन्दर्यम् अधिकं भवति। अतः केवलं अर्थहीनशब्दाः शब्दाः न भवन्ति, अर्थेन सह एव गद्यभागः भवति एव। तस्य पठने अस्माभिः कविः यावत् ओजोगुणं दर्शितवान् तावत् ओजोगुणं वयमपि दर्शयामः चेत् पठने तत्र स्वयम् अवगम्यते, अर्थः स्वयम् अवगम्यते। इदानीं निर्झर झर्झर ध्वनिध्वनितदिगन्तरः इति अहं वदामि चेत्, ध्वनिध्वनित इत्युक्ते कश्चन ध्वनिः भवति, तस्य प्रतिध्वनिः भवति, एको ध्वनित इत्यस्य एको इति अर्थः। कीदृशस्थलेषु तादृशप्रतिध्वनिः भवति? पर्वतप्रदेशेषु एव खलु प्रतिध्वनिः अधिकः भवति। तत्र एव यद्यपि एकः एव जलपातः भवति चेदपि प्रतिध्वनेः कारणात् अनेके जलपातः भवन्ति इति भासते, तत्तु प्रतिध्वनिः इति इत्यस्य बलेन एव तत्, अतः एव झर्झरध्वनिः तथा भवति। वयं भवन्तः सर्वे एतत् दृष्टवन्तः, बदरी अथवा मध्ये मध्ये ट्रेक्किङ्ग् हिमालय मध्ये अपि गतवन्तः स्युः, अथवा भिन्नभिन्नपर्वतप्रदेशेषु, तत्र एतादृशजलपातस्य काश्चन ध्वनिः भवति खलु, हो इत्यादीनि भिन्नभिन्नध्वनिः भवति खलु, तत्सर्वं गद्यपठनेनैव वयम् अनुभवामः। झर्झरध्वनिध्वनितदिगन्तरः फलपटलास्वादचपलितचञ्चुपटङ्गकुलाक्रमणाधिकविनतशाखशाखि समूहव्याप्तः सुन्दरकन्दरः पर्वतखण्ड आसीत्। एवं महाप्राणाक्षरं सम्यक् उच्चार्य यत्र यत्र यतिः विरामः दातव्यः तत्र तत्र दत्त्वा पठतु, तदा स्वयम् अवगम्यते। अनन्तरं साधारणतया गद्यलेखकाः एवं शब्दसौन्दर्यं दर्शयितुम् एवमेव पुनः पुनः ध्वा ध्वा ध्वा इति दकारस्य प्रयोगः, अत्र पश्यतु फलपटल इत्युक्ते लकारपकारयोः पुनः पुनः प्रयोगः। अनन्तरं चपलितचञ्चु पतङ्ग चञ्चु चपलित इत्यस्य चकारस्य, अनन्तरं कुलाक्रमणाधिककारस्य शाखशाखि समूहव्याप्तः सुन्दरकन्दरः अन्द अन्द इति द्विवारम् आगच्छति, तत्रैव सर्वत्र गद्यस्य सौन्दर्यं तथा एव भवति। इदानीं पुनः तमेव अनुच्छेदं भवान् पठतु। महोदय अस्तु, कदलीदलकुञ्ज कुञ्जायितस्य ततः आरभ्य पुनः पठतु। कदलीदलकुञ्जायितस्य एतत् कुटीरस्य समन्तात् पुष्पवाटिका पूर्वतः परमपवित्रपानीयं परसहस्रपुण्डरीकपटलपारि परिलसितं पतत्रिकुलकूजितपूजितं पयपूरितं सरः आसीत्। दक्षिणतश्चैको निर्जरध्वनिध्वनितदिगन्तरः फलपटलास्वादचपलितचञ्चुत्पतङ्गकुलाक्रमणाधिकविनतशाखशाखि समूहव्याप्तः सुन्दरकन्दरः पर्वतखण्ड आसीत्। अहं प्रयत्नं करोमि महोदय। उत्तमम्, एवमेव पठित्वा पठित्वा एव भवति अभ्यासः। अस्माभिः अपि आदौ एव सर्वं न आगच्छति खलु, किञ्चित् पठित्वा पठित्वा अस्माकं गुरुभिः तथा एव बोधितं, पठतु उच्चैः पठतु उच्चैः पठतु इति, दोषाः भवन्ति चेत् चिन्ता नास्ति। अस्तु अस्तु, इदानीम् अस्य अनुच्छेदस्य अर्थः अवगतः वा? कुत्रापि सन्देहः अस्ति वा? सरलः नास्ति चेत् पुनः व्याख्याने पूर्णतया न दीयन्ते अर्थः, केवलं केषाञ्चन पदानामेव अर्थः दीयते, अतः तात्पर्यम् अत्रैव पठित्वा वयम् अवगच्छामः। अत्र दर्शयतु महोदय, पाठभागः एव भवतु। अस्तु अस्तु, सन्दर्भः कः इदानीं? अत्र वटोः वर्णनम् अभवत् खलु, असौ वटुः आकृत्या सुन्दरः, वर्णेन गौरः, जटाभिः ब्रह्मचारी इति तस्य वेष अलङ्कारादीनाम्, अनन्तरं तस्य वर्णस्य आकृत्याः एते सर्वे उक्ताः अत्र। षोडशवर्षदेशीयः प्रायः वयसा, कम्बुकण्ठः देशीयः इति आगच्छति तत्र, षोडशवर्षदेशीयः इति. आम् अहं किमिति उक्तवती? नो नो न न तदेव महोदय, किमर्थं तत्र देशीय इति पदं, षोडशवर्षः वर्षीयः एव किल. तदपि वक्तुं शक्यते, तत्र सौन्दर्यार्थम् एव. विचारता अथवा लिखितमस्ति. अत्र पश्यतु, टीकायां सम्यक् दत्तमस्ति, षोडशवर्षीयः इत्युक्ते निश्चयेन वदन्ति षोडशवर्षीयः एव, परन्तु देशीयः इत्यस्य अर्थः ईषद् असमाप्तषोडशवर्षः इति अर्थः दत्तः तत्र. अस्तु, इदानीमेव तादृशप्रयोगान् सम्यक् अवधानेन अङ्कयन्तु, कदाचित् वयमपि वक्तुं शक्नुमः तथा. अस्तु महोदय, अत्र अग्रिमवाक्ये तत्र परसहस्रपुण्डरीक इति अस्ति, तर्हि तत्र इत्युक्ते सहस्र सहस्राधिक इत्यपि इति, अपेक्षा. सहस्राधिक इति. अस्तु, इदानीं अग्रे कुटीरस्य वर्णनमस्ति खलु, कथमस्ति? कदलीदलकुञ्जाय तस्य द्रष्टुं कुटीरं कदलीदलेन एक कुञ्जम् इत्युक्ते किञ्चित् विस्तृतम् आस्तीर्णम् इति, इत्युक्ते आवृतम् इति भवितुम् अर्हति. आवृतम् इति भासते, परन्तु कदलीदलकुञ्जी कुञ्जायितस्य तथा एव न. भिन्नभिन्न कुटीरं, पर्णकुटीरम् इत्युक्ते किं? केवलम् आधार यष्टयः तत्र तत्र स्थाप्यन्ते, परं तत्र केवलं भित्त्याः कृते, छदस्य कृते अपि पर्णानामेव आवरणं तत्र स्थाप्यते, अतः एव पर्णकुटीरम् इति तस्य नाम भवति. तथा इतोपि किञ्चित् कदलीदलकुञ्जायितस्य कुञ्जः इव अस्ति इति वक्तुं, कुञ्जायितस्य इति यङ् लकारस्य, क्षम्यतां, यङ् प्रत्ययस्य प्रयोगः तत्. कुञ्जः इव वर्तते इत्युक्ते कुञ्जायितः इति. अतः अत्र हरितवर्णे अस्ति इति कारणात् कदलीदलकुञ्जायितस्य इति उक्तम्. एतत् कुटीरस्य समन्तात् सर्वतः पुष्पवाटिका अस्ति. पूर्वतः किमस्ति? परमपवित्रपानीयं परसहस्रपुण्डरीकपटलपरिलसितं. ता सरोवरः अस्ति खलु, सरः आसीत् इति उक्तम् अन्ते. तत्र सहस्राधिककमलपुष्पाणि सन्ति, पुण्डरीक तेषां समूहः एव अस्ति. तेन परिलसितम् अलङ्कृतं पतत्रिकुलकूजितपूजितं. पतत्रि इत्युक्ते किं? पक्षी, पक्षिणः. पक्षिणः. पक्षीकुलाः, पक्षिणां कुलमेव वर्तते तत्र, बहवः पक्षिणः सन्ति इति पतत्रिकुलं. तेन कूजितं पूजितं पयःपूरितं सरः इति. सर्वत्र तथा परिसरः तथा अस्ति चेत् बहवः पक्षिणः भवन्ति. पुष्पवाटिकादि लताः इतरपुष्पैः सह वर्तते चेत् तत्र बहवः भ्रमराः भवन्ति, सुगन्धः भवति. अनन्तरं वृक्षः अस्ति चेत् तत्र पुनः पक्षिणः भवितुम् अर्हन्ति. एतत् सर्वं कुटीरस्य परिसरस्य सौन्दर्यं. तत्र सरः अपि आसीत्, सरः, सरसि, सरांसि इति शब्दः, सरोवरः. तत्र पयः पूरितं जलेन पूर्णं सरः आसीत्. अनन्तरं पूर्वतः, एतत् सर्वं पूर्वतः. दक्षिणतः किम्? एकः निर्झर जर्झर ध्वनित दिगन्तरः एव. सर्वे सर्वाः दिशः प्रतिध्वनिताः भवन्ति. केन? कस्य शब्दे? कस्य शब्दस्य निमित्तम्? अत्र अनेकानेक पर्वतप्रदेशः इति कारणात् झरयः भवन्ति, जलपाताः. तेषां पतनशब्दः बहु सम्यक्, बहु उच्चैः भवति. अतः सर्वाः दिशः अपि तेन शब्देन पूरिताः भवन्ति इति. अनन्तरम् इतोपि किमस्ति? फलपटल इत्युक्ते फलानां समूहः. वृक्षाः सन्ति इति कारणात् फलानि बहूनि सन्ति, तेषां समूहः. तस्य समूहस्य वृक्षसमूहे अनेकानेकफलानि वर्तन्ते, अतः तानि फलानि खादितुं चपलिताः भवन्ति पक्षिणः, ते आगच्छन्ति. चञ्चु पतङ्ग अत्र चपलितचञ्चु, क्षम्यतां, चपलितचञ्चु इत्युक्ते तेषां चञ्चुद्वारा एव खलु तस्य सर्वं गृह्णन्ति पक्षिणः. तदा एव तत्र यदा जिह्वायां चपलं भवति तदा तदर्थं मानवाः भवन्ति चेत् हस्तयोः सहायं स्वीकुर्मः, वानराः भवन्ति चेदपि हस्तसदृशहस्तेन इत्येव वक्तव्यं, हस्तयोः सहायं. पक्षिणः भवन्ति चेत् कथं गृह्णन्ति फलानि? चञ्च्वा एव गृह्णन्ति खलु, अतः चञ्चोः एव चपलता भवति इत्यपि वक्तुं शक्यते. अनन्तरं तादृशपतङ्गकुलं, पक्षिणः समूहः, पक्षिणां समूहः. अनन्तरं कुलाक्रमण आकुलाक्रमणाधिकविनतशाकशा, अत्र पतङ्गकुलस्य आकुल नास्ति खलु, हैफन् एव खलु, पतङ्गकुल, पतङ्गकुलम् इत्युक्ते पतङ्गसमूहः, तैः आक्रान्तः भवति. कः आक्रान्तः भवति? वृक्षः. वृक्षस्य अनेकानेकशाखाः सन्ति खलु, तादृशशाखाः किं भवन्ति, बहवः पक्षिणः तत्र उपविशन्ति चेत् शाखाः, शाखानां गतिः का? शाखा नम्रा भवति खलु, किञ्चित् बेण्ड् भवति भारेण, पक्षिणां भारेण. विनत सन्ति, विनताः सन्ति, तदा शाखा शाखी, क्षम्यतां, तत्र शाखाः अस्ति अस्मिन् इति कारणात् वृक्षस्य किं नाम? शाखी, शाखी, शाखी इति नाम, शाखाः अत्र अस्मिन् वर्तन्ते इति शाखी वृक्षः. तथा एव कन्दरी इति एकः शब्दः अस्ति, पर्वतस्य कन्दरी इति नाम, किमर्थं? कन्दराः सन्ति, कन्दराः, कन्दराणि अस्मिन् अस्ति इति कारणात् कन्दरी इति. तथा भिन्नभिन्न पदानि भवन्ति. शाखिसमूहेन व्याप्तः सुन्दरकन्दरः पर्वतखण्डः आसीत्. पर्वतखण्डः इत्यस्य विशेषणं सुन्दरकन्दरः, यतः सुन्दरकन्दराणि तत्र पर्वते सन्ति, गुहाः इति. तादृशपर्वतखण्डः, बहु बृहान् पर्वतः न, पर्वतखण्डः तत्र आसीत् इति वर्णनम्, आश्रमस्य वर्णनं. अग्रे अन्येन पठ्यताम्. यावदेष ब्रह्मचारी भटुरलिपुञ्जमुद्धूय कुसुमकोरकान् अवचिनोति, तावत् तस्यैव सतीर्थयोर् सतीर्थ्यो सतीर्थ्योपरस्तत्समानवयाः कस्तूरिकारेणुरूषित इव श्यामः चन्दनचर्चितबालः कर्पूरागुरुक्षोदक्षुरितवक्षोबाहुदण्डः सुगन्धपटलैरुन्निद्रयन्निव निद्रामन्थराणि कोरकनिकुरम्बकान्तरालसुप्तानि मिलिन्दवृन्दानि झटिति समुपसृत्य निवारयन् गौरवटुम् एवम् अवादीत्. गौरवटुम् एवम् अवादीत्. अस्तु, अत्र गत अनुच्छेदं सः लक्ष्मीनारायणः पठितवान् खलु, तत् अहमेव तत्र विवरणं दत्तवती. तत्र टीका पठितव्या किम्? आकृत्य आरम्भ पूर्वस्मिन् पुटे तत्र पठनीयः चेत् पठनीयं चेत् पठन् इतोपि किं भवतु, तत्र कुञ्जैव इत्यादि, तदा तदेव लतादिपिहितोदरः इति, लतेन क्षम्यतां, लतया अथवा लताभिः आवृतः इव इति अर्थः. अनन्तरम् अतः एव कुञ्जायितुम् इति, क्यङ् यङ् क्यङ् इति व्याकरणनाम भवति, परन्तु अन्ततो गत्वा तत्र यङ् प्रत्ययः इति. अतः कुञ्जायितम् इति, कन्दलीतलैः कुञ्जायितस्य इति समासः अस्तु. अनन्तरं तत्र समन्तात् परितः इत्यादीनाम् अर्थं जानन्ति, पतत्रिणां पक्षिणां, पटलः समूहः, एवमेव पदानाम् अर्थः अस्ति तत्र. तात्पर्यमेव अस्माभिः एव वक्तव्यं, पयसां पूरेण जलपूर्णेन इति. इतोपि अग्रे अत्र एकक्षणम्, एकः विषयः दत्तः, विशेषणानि इमानि चत्वारि सरसः विशेष्यभूतस्य इति, तद् अस्माभिः अवगतमेव. दक्षिणतः किम् अस्ति, दक्षिणस्यां दिशि पर्वतखण्डः आसीत् इति. तत्र पर्वतखण्डः इत्युक्ते केवलं किञ्चित् लघुपर्वतः इति, एकस्मिन् भागे पर्वतस्य खण्डः इव वर्तते इति कारणात् स्माल् हिलक् इति अर्थः. प्रत्यन्तपर्वतः इति. विशिनष्टि इति दृश्यते इत्यपि अर्थः भवति, तस्मिन् दिने एव अहम् उक्तवती खलु, आसीत् इति अर्थः भवति, अस्ति इति अर्थः इति अर्थः. अग्रे अनन्तरं झर्झरध्वनिना ध्वनितं दिगन्तरं, तदपि उक्तम्. अनन्तरं फलान्तं पटलस्य, फलानां समूहस्य, एतत् सर्वम् अवगतम् इति मन्ये, पुनः न वक्तव्यं खलु. अग्रे लक्ष्मी नारायण महोदय, भवान् तस्य अर्थं वदतु इदानीं यत् पठितम्. सो तर्हि यावदेशः ब्रह्मचारी अलिपुञ्जम् वटुः, उद्धूय, ब्रह्मचारी वटुः, ब्रह्मचारी वटुः अलिपुञ्जम् उद्धूय, नाम तत्र अलयः सन्ति, तत् भ्रमराः, भ्रमरपुञ्जम् उद्धूय कुसुम कुसुम कोर उद्धूय इत्युक्ते अपवार्य अथवा अपवार्य निवार्य, अपवार्य तद् कुसुमम् अवचिनोति, कुसुमान् अवचिनोति, कुसुम कोरकान् अवचिनोति, तावत् तस्यैव सतीर्थ्यः इत्युक्ते सहपाठी, सहपाठी इति. ओहोहो सहपाठी अत्र टीकायां, टीकायां तस्य विवरणं दत्तमस्ति. अनन्तरम् अनन्तरं पठतु टीकायां. सतीर्थ्यः अपरः तत् समानवयाः, समानवयाः कस्तूरिकारेणु रूषित इव श्यामः, तावान् श्यामः सः. चन्दनचर्चित बालः, तत्र चन्दनं चन्दनेन लेपितः बालः, कर्पूरागुरुक्षोदच्छुरित वक्षोबाहुदण्डः, तत्र तत्र गन्ध गन्धस्य विषयः, कर्पूरागुरुक्षोद छुरित वक्षोबाहुदण्डः, चोण क्षोद इत्युक्ते चूर्णम्, अगुरुचूर्णं तेन व्यापृतं, छुरित इत्युक्ते व्यापृतम् अथवा लेपितम् इति अर्थः. सुगन्धपटलैः उन्निद्रयन् इव निद्रामन्थराणि, तत् सुगन्धपटलैः उन्निद्रयन् इव निद्रामन्थराणि कोरकनिकुरम्बकान्तरालसुप्तानि, कोरकनिकुरम्बक अन्तरालसुप्तानि, ओ अन्तरालसुप्तानि, सुप्तानि मिलिन्दवृन्दानि. मिलिन्दवृन्द मिलिन्द इत्युक्ते भ्रमरः इति. तत्र किं भवति, सः ब्रह्मचारिणः विवरणम् अभवत्, तादृशबा वक्षस्थलं, तादृशबाहुदण्डः अस्ति इति उक्तं, तत्र लेपनं कृतम् इति, चन्दनस्य लेपनम् इति. अनन्तरं अतः चन्दनस्य एतादृशवस्तूनां, सुगन्धवस्तूनां सुगन्धस्य कारणात्, सुगन्धानां समूहेन एव उन्निद्रयन् इव इत्युक्ते उत्थापितः इव इति अर्थः, अथवा सः भ्रमरान् उत्थापयति इति वा, अथवा सः वे सः एव उत्थापितः इति वा पश्यामः अनन्तरम्. कान् उद्निद्रयन् इव इति, निद्रामन्थराणि कोरकनिकुरम्बकान्तरालसुप्तानि मिलिन्दवृन्दानि. इदानीं साधारणतया भ्रमराः किं कुर्वन्ति, पुष्परसं पातुं पुष्प दलानां मध्ये उपविशति, भ्रमराः उपविशन्ति. तदा सायङ्काल सायङ्क यथा सूर्यास्तमनं भवति तदा तादृशपुष्पाणां पुनः पुष्पाणि सङ्कुचितानि भवन्ति. तत्र भ्रमराः तत्रैव बद्धाः भवन्ति, भ्रमराः पुष्पस्य अन्तर्भागे एव. तथा एव निद्रिताः अपि भवन्ति रात्रौ. तादृशभ्रमरान् मिलिन्दवृन्दान् भ्रमरसमूहान् उत्थापयन्निव सः अस्ति तस्य सुगन्धानाम् आकर्षणम् इति. तत् पुनः कोरकनिकुरम्बक अन्तरालसुप्तानि मिलिन्दवृन्दानि झटिति समुपसृत्य निवारयन् सः श्यामवटुः अथवा कृष्णवटुः इत्येव उच्यते अग्रेपि. अनन्तरं यः पूर्वमेव आसीत् सः गौरवटुः, सः बहु श्वेतवर्णीयः आसीत्, अतः गौरवटुः कृष्णवटुः इति उक्ते. गौरवटुः एवम् अवादीत्. क्षम्यताम्, तत्र पूर्वमेकं पदमासीत् कुसुमकोरकाणि इति. तत्र कोरक इत्युक्ते किम्? कोरकः अत्र दत्तमस्ति, कुसुमानां कोरकाः कलिकाः. कलिका कोरकस्य विषये वा पृच्छति? पृच्छति आम्. कोरकः इत्युक्ते तदेव मुकुलम् इति. इदानीं टीकां पठतु महोदय. महोदय अत्र कस्तूरिका, एकनिमिषं महोदय, कस्तूरिका रेणु रूषित इत्युक्ते तदपि पठामः अस्ति खलु. इदानीं टीका यदा पठ्यते पश्यतु. अस्तु, हा तत्र अस्तु, टीकां पठामि. यावदेष इति तत्र ब्रह्मवेदः इति ब्रह्मवेदः तदध्ययनार्थं व्रतमपि ब्रह्म तच्चरति इति ब्रह्मचारी. तत्र ब्रह्मं चरति इति ब्रह्म इत्युक्ते वेदः इति. वेदाध्ययनार्थं व्रतमपि यत् करोति. इदानीं ब्रह्मचारिणः इत्युक्ते गुरुकुलवासे ते व्रतमेव आचरन्ति. व्रतम् आचर्य तादृश बहु बहवः नियमाः सन्ति, तान् सर्वान् आधार्य तेषाम् आचरणं यत् भवति तस्य व्रतं ब्रह्मचर्यव्रतम् इति नाम. तत् दैनन्दिककार्याणां नियमाः भवन्ति, तथा एव तैः तत्र भवितव्यं भवति. अतः एव वेदस्य अध्ययनार्थं व्रतमपि, व्रतं यत् च आचरति तस्यपि नाम ब्रह्म इत्येव. वेदः अपि ब्रह्म एव, तदर्थं यथा व्रताचरणमपि ब्रह्म एव. तत् चरति, तत् व्रतम् आचरन्ति इति कारणात् ते ब्रह्मचारिणः इति अर्थः, तस्य पदस्य अर्थः तथा भवति. अस्तु, अलीनां भ्रमराणां पुञ्जः राशिः. अनन्तरं अवधूय निवार्य कुसुमानां कोरकाः कलिकाः तदेव नाम समूहः. अवचिनोति सङ्कलयति. सतीर्थ्यः सहाध्यायी अपि च तेन समानं वयः. न, तस्य विषयं पश्यतु, किमर्थं सतीर्थ्यः इति नाम पठतु. समानतीर्थे वासि इति यत् प्रत्यये तीर्थे यः यः इति सादेशः. ओ य इति सादेशः, यकारः न यः प्रत्ययः अस्ति, अतः सतीर्थ्या. समानतीर्थे सः अपि वसति इति. तीर्थे इत्युक्ते दिव्यक्षेत्रम् इत्यपि भवति अर्थः. इदानीं गुरुकुलम् इति ऋष्याश्रमः अपि दिव्यक्षेत्रमिव एव. अतः तत्र सहपाठी इति सर्वे ब्रह्मचारिणः एकत्र वसन्ति खलु, वसन्ति पठन्ति च. अतः समानतीर्थे वासि, वसन्ति इति वासि इति कारणात् स तीर्थ्य तीर्थ तीर्थ्य यक् प्रत्ययेन सह तीर्थ्यः इति भवति. सतीर्थ्याः तु एकगुरवः इत्यमरः इति. एकस्मिन् गुरौ एव अध्ययनं कुर्वन्ति ते सर्वे. अस्तु. तेन समानं वयः अवस्था यस्य सः सतीर्थ्यं विषिणष्टि चतुर्भिः विशेषणैः. अस्तु. श्याम इत्याद्यं विशेषणं स्वभावतः कृष्णवर्णं तमुत्प्रेक्षते कस्तूरिकायाः मृगनाभेः. तत् कस्तूरी तत् गन्धः भवति किल, तद् मृगविशेषस्य. तस्य मृगस्य नाभौ एव तत्तु कस्तूरी द्रवं भवति अथवा तस्यैव दृढीकरणं भूत्वा कस्तूरी इति. तस्य अन्यत् नाम अपि अस्ति, मृगमद इति वदामः. ओहोहो मृगमद सुललामा इति रामस्य श्रीरामस्य विवरणं भवति. तर्हि मृगनाभेः रेणुभिः रजोभिः रूषित इव छुरित इव चन्दनेन गन्धसारेण चर्चितं लिप्तं भालं ललाटं यस्य सः कर्पूरस्य घनसारस्य अगुरोः नृपार्हस्य अगुर इति अगरु इत्येव ते नृपार्हः इत्यपि नाम अस्ति. अगुरु चन्दनम् इति वदामः खलु, तदपि सुगन्धद्रव्यमेव. क्षोदेन चूर्णेन छुरितं व्याप्तं पक्षोबाहुदण्डम् उरस्थलभुजद्वयं यस्य सः सुगन्धपटलैः सौरभसमूहैः निद्रया मन्थराणि अलसानि ओ कोरकानां कलिकानां निकुरम्भकानि वृन्दानि तेषाम् अन्तराले अभ्यन्तरे सुप्तानि ओहो शयानानि मिलिन्दानां भ्रमराणां वृन्दानि समूहान् उन्निद्रयन्निव जागरयन्निव अन्वयम् अनुसृत्य अत्र व्याख्यातं सुगन्धलोलुपा द्विरेफाः श्यामपटुशरीरानुलिप्तचन्दनघनसार ओहो कस्तूरिका परिमलम् आघ्राय परिमलं ओ परिमलम् परिमलम् आघ्राय. आघ्राय ओ तस्य बालकस्य शरीरात् परिम गन्धम् आगच्छति. तद् आघ्राय पुष्पेभ्यः उड्डीय ओहो तच्छरीरनिपतनोत्सुकाः ओहो ओहो तत्र तत्र भ्रान्तिः तेषां. यत्र यत्र सुगन्धम् आगच्छति, सुगन्धः आगच्छति तत्र पुष्पाणि सन्ति इति वटोः शरीरमेव ते आक्रमन्ति. सञ्जाता इव स्वाभाविक वार्तायाः जागरणमुखेन अत्र उत्प्रेक्षणम् गौरभटुम् एवम् अवादीत्. अस्तु अत्र अहं चिन्तयामि एकं पुटं लुप्तम् इति अत्र न अनन्तरम् इति मन्ये. इद् पुरातनपुटं नव किं पुटसङ्ख्या का? न नव एव अत्र अत्र न अनन्तरम् एकं पुटं नष्टमस्ति. अस्तु. तदा सः गौरवटुः वदति अलं भोः अलं मया एव पूर्वम् अवचितानि कुसुमानि त्वं तु चिरं रात्रौ अजागरीः इति अवजागरीः अवजागरीः इति क्षम्यतां क्षम्यतां रात्रौ अजागरीः इति यान्तादेश वन्तादेश वकारः नास्ति रात्रौ अजागरीः इति. आम् आम् अजागरीः एव मम एव दोषः. न उत्पातितः गुरुचरणा अत्र तडागतटे सन्ध्याम् उपास्ते उपासते संस्थापिता मया निखिला सामग्री तेषां समीपे अस्तु यां च सप्तवर्षकल्पां यावत् किञ्चिदिव मनसि शिवराजस्य चरितं कथम् आसीत् इति वयं चिन्तयामः चेत् ते मुसल्मानाः आगतवन्तः खलु, तत् ते एव यवनाः इति उच्यन्ते. अतः यवनस्य त्रासः इति यावनत्रासः इति तद्धितरूपं भवति. यवन इत्यस्य आदिवृद्धिः भूत्वा यावनत्रासः इति. त्रासः इत्युक्ते तेषां बाधाः तैः हानिः उत्पद्यते खलु, तदेव त्रास, अतः भयं भवति यावनत्रासेन. यावनत्रासेन निशब्दं रुदितं परमसुन्दरीं कलितवान् तव देहि, रुदतीम् इति स्त्रीलिङ्गपदं, रुदतीं परमसुन्दरीं कलितमानवदेहामिव सरस्वतीं सान्त्वयन् मरन्दमधुरा अपह पाययन् कन्दखण्डानि भोजयन् त्वं त्रियामाया यामत्रयम् अनैषीः सेयमधुना स्वपिति उद्बुद्ध्य च पुनः तथैव रोदिष्यति तत् परिमार्गणीयान् एतस्याः चित्रमे परिमार्गणीयानि एतस्याः परिमार्गणीयानि एतस्याः पितरौ गृहं च इति वाक्यस्य वाक्यम् असम्पूर्णमस्ति तत्र. अस्तु अस्तु, इदानीं तस्य किञ्चित् इव अर्थं वदति किम्? अलं भोः मा चिनोतु, मा पुष्पं मा चिनोतु इति सः वदति. मया एव पूर्वमेव चितानि पुष्पाणि अहं चितानि, त्वं तु चिरं रात्रौ अजागरीः जागृत ऋङ्लकारः त्वम् अजागरीः त्वम् अजागरीः इति क्षिप्रं न उत्पातितः उत्थापितः उत्थापनम् इति उत्तिष्ठति इत्युक्ते स्वयम् उत्तिष्ठति, तस्य निजन्तम् उत्थापयति, तथा एव तस्य कृन्तरूपं न उत्थापितः. तडागतटे सन्ध्याम् उपासते गुरुचरणा गुरुचरणाः अत्र तडागतटे सन्ध्याम् उपासते, सन्ध्यावन्दनं कुर्वन् अस्ति इति. स्थापिताः मया निखिला सामग्री तेषां समीपे, अहं तत्र स्थापितवान् समस्तं सामग्री तत्र स्थापितवान्. यां च सप्तवर्षकल्पां ते ये ये सन्ति वा, न याम् इति या कन्या इति, काचन बालिका अस्ति तत्र, तदेव इदानीं वदति. सप्तवर्षकन्याम् इति कल्पाम् इत्युक्ते केवलं सप्तवर्षीया प्रायः इति, स्वल्पवर्षी सप्तवर्षीया बालिका अस्ति चेत् यथा अस्ति तत् तत् समाना अस्ति एषा, तस्याः नाम वा वयः वा तस्याः मातापितरौ कोऽपि कमपि विषयम् इतरजनाः एते ब्रह्मचारिणः न जानन्ति एव, सः कुत्रत्या इत्यपि न जानन्ति, अतः प्रायः सप्तवर्षकल्पां समानां यावनकारेण सः निशब्दं रुदितम् अस्ति, रुदति अस्ति, परमसुन्दरी अस्ति, कलितमानवदेह देहामिव सरस्वती इत्युक्ते सरस्वती एव देवी एव मानवरूपं प्राप्य आगच्छति चेत् यथा भवति तथा सौन्दर्यवती अस्ति एषा सप्तवर्षीया कन्या अस्ति. कलितमानव कलित इत्युक्ते गृहीत मानवरूपं, सरस्वत्या मानवरूपं गृहीतं चेत् यथा अस्ति तथा एषा बालिका इति. तां द्वितीयविभक्तिः खलु, तां सुन्दरीं सान्त्वयन् मधुरा अपह पाययन् मरन्दः, मरन्दः इत्युक्ते पुष्परसः इति, पुष्परसेन तत्र सरोवरस्य जलं तु बहु रुचिकरम् अस्ति मधुरम् अस्ति, तं जलं पाययन् खण्डानि भोजयन् भोजनं कृत्वा भोजयन् खादयन् इति आहारार्थं त्वं त्रियामाय यामत्रयम्, क्रियामायाः वा यामत्रयम्, क्रियामायाः इत्युक्ते यामत्रयम् इत्युक्ते समग्रां रात्रिम् इति अर्थः भवति. रात्रिसमयस्य एव त्रियामा इति वदन्ति खलु, यामत्रयं भवति इति कारणात् रात्रिः इति पदस्य अन्वयपदं पर्यायपदं भवति त्रियामा इति. तत्रत्य यामत्रयमपि भव निद्राम् अकुर्वन्नेव भव नि त्वम् अनैषीः नीतवान् इति. एतत् सर्वं लुङ्लकारः मध्यमपुरुषस्य. सा इयम् अधुना स्वपिति. स्वपिति सा निद्रां कुर्वन् अस्ति, सा निद्रां कुर्वन् अस्ति, कुर्वती अस्ति. उद्बुद्ध्य च पुनः पुनः तथैव रोदिष्यति, पुनः पुनः रोदिष्यति. उत्थाय इति वक्तुम् उद्बुद्ध्य इत्यपि भवितुम् अर्हति. अतः सा का, तस्य पितरौ कुत्र, तस्याः विषयः का, एतत् सर्वम् अनन्तरं तस्याः गृहम् एतत् सर्वम् अस्माभिः परिमार्गणीयम् इति इत्युक्ते अन्वेष्टव्यम् इति अर्थः भवति. अस्तु अग्रिम अग्रे सुधा सन्ध्या भगिनी भवति वा? इति संश्रुत्य उष्णं निश्वस्य यावत् सोऽपि किञ्चिद् वक्तुमियेष तावद् अकस्मात् पर्वतशिखरे निपपात उभयोर्दृष्टिः. तर्हि इति संश्रुत्य इति इति श्रुत्वा इति तत्र श्रुत्वा कः इति चेत् इदानीं कृष्ण संश्रुत्य इति उक्त्वा इति भवति खलु, खलु न वा श्रुत्वा इति न भवति वा महोदय? केन संश्रुत्य इति अग्रे पठतु, अहम् अवगच्छामः. अस्तु, इति संश्रुत्य उष्णं निश्वस्य, उष्णनिश्वासं कृत्वा यावत् सोऽपि किञ्चित् वक्तुम् इयेष. तर्हि श्रुत्वा एव कृष्णभटुः, कृष्णभटुः श्रुत्वा उष्णं निश्वस्य वक्तुम् इयेष इत्युक्ते इष्टवान्, किञ्चित् इष्टवान् वक्तुम् इष्टवान्. इष्टवान् तावद् अकस्मात् पर्वतशिखरे निपपात उभयोर्दृष्टिः. उभयोः दृष्टिः. इतोपि अग्रेपि पठतु. तस्मिन् पर्वते आसीदेको महाकन्दरः, तस्मिन्नेव महामुनिरेकः समाधौ तिष्ठति स्म. तदा स समाधिम् अङ्गीकृतवान् इति कोऽपि न वेत्ति. ग्रामणी ग्रामीणग्रामाः समागत्य मध्ये मध्ये तं पूजयन्ति, प्रणमन्ति, स्तुवन्ति च. अग्रेपि पठामि वा? तदनुच्छेदं पूर्णतया पठतु. तं केचित् कपिल इति, अपरे लोमश इति, इतरे जैगीषव्य इति, अन्ये च मार्कण्डेय इति विश्वसन्ति स्म. स एवायम् अधुना शिखरादातरं ब्रह्मचारिभटुभ्याम् अदर्शि. आदर्शि अत्र सरलः एव अस्ति. तत्र केवलं ग्रामणी ग्रामीणग्रामाः समागत्य इति तत्र पदानां तत्र तत् सर्वेषाम् अर्थः अस्ति एव. तत्र तात्पर्यं भवति पर्वतशिखरे कश्चन महामुनिः अस्ति, सः तस्य नाम किम् इति केनापि न ज्ञायते. केचन भिन्नभिन्ननाम्ना जनाः तं निर्दिशति अथवा सूचयति, यतः तस्य नाम किम् इति केनापि न अवगतम्. अनन्तरं पुनः पुनः प्रणमन्ति, स्तुवन्ति अपि ते. सः एव अयम् अधुना शिखरादवतरन् ब्रह्मचारी विटुभ्याम् एते उभाभ्याम् आदर्शि इत्युक्ते दृष्टः इति कर्मणि प्रयोगः, लिङ्गकारे आदर्शि इति कर्मणि प्रयोगः भवति. इदानीं टीकायां किमपि अस्ति वा इति पठतु. उपरि एकवारम्. परिमार्गणीयानि वक्तुमियेष कथयितुम् इच्छति स्म. समाधौ चित्तवृत्तिनिरोधात्मके योगे ग्रामण्यः ग्रामाधिपाः लम्बर्दार जमीन्दार इति हिन्दी ते च ते ग्रामे भावाः ग्रामीणाः ग्रामवासिनः. तर्हि ग्रामण्यः ग्रामाधिपाः अन्य च तेषां ग्रामाः ग्रामीणाः इति ग्रामवासिनः तेषां ग्रामाधिपाः ग्रामीणाः इति ग्रामाधिपाः तेषां ग्रामाः समूहाः श्रुत्यनुप्रासप्रदर्शनमात्रफलकोऽयम् इत्युक्ते किं क्षम्यतां भगिनि क्षम्यताम्, ग्रामणि इत्यस्य अर्थः ग्रामाधिपः इति, ग्रामीणः इत्युक्ते ये ये ग्रामे वसन्ति ते सर्वे ग्रामीणः, पुनः केवलं ग्रामः इत्युक्ते ग्रामः इति तस्य स्थलस्य अपि नाम भवति, ग्रामः इत्युक्ते समूहः इत्यपि भवति अर्थः, अत्र तु समूहः इति अर्थः दत्तः. ग्रामणी ग्रामीणग्रामाः. अत्र अग्रे यः यः शब्दः अस्ति श्रुत्यनुपासप्रदर्शनमात्रफलकोऽयम् इत्युक्ते किं महोदय? अनुप्रास, तत्र अनुप्रास, तत्र अनुप्रास अलङ्कारः, अलङ्कारस्य कश्चन विधः तावदेव. प्रदर्शनमात्र फलकोऽयम्. तर्हि अलङ्कारार्थं तथा लिखितम् प्रायः अस्तु. अनुप्रासः इत्युक्ते एकः एव शब्दः पुनः पुनः आगच्छति चेत् अनुप्रासः इति वदामः. इदानीं ग्राम इति शब्दस्य पुनः पुनः अस्ति खलु प्रयोगः, अतः अनुप्रासः. अस्तु सरसे रौद्रादिरसाभाववति प्रकृते दोषत्वम् एतस्य इति केचित् सरसे रौद्रादिरसा भाववति. तर्हि रौद्रादिरसा भाववति सरसे प्रकृते दोषत्वम् एतस्य इति केचित् केचन तथा दोषः कोऽपि दोषः अस्ति इति वदन्ति. तं समाधिनिरतं कपिललोमशजैगीषव्य मार्कण्डेयश्चिरञ्जीविनो महर्षयः. ओहो, अतः एव तं दृष्ट्वा स एतेषु महर्षिषु अन्यतमः, महर्षिषु अन्यतमः इति चिन्तयन्ति इति मन्ये. नारद इत्येव बोधि इति अवबोधि सः इत्यादि वदितिना निपातेनाभिहितत्वात् न तेषां द्वितीयान्तता विश्वसन्ति क्रियाकर्मत्वेऽपि इति बोध्यम्. एतत्तु व्याकरणविषयः अस्तु. ग्रहीतृभेदादेकस्यैव अनेक अनेकधा उल्लेख उल्लेखालङ्कारः उल्लेखालङ्कारः तथापि तथापि एकः अलङ्कारः अस्ति. ओ अस्तु. नामानि उल्लिखितानि अतः. अस्तु अस्तु. एकस्य एव किं भिन्नभिन्नरीत्या वदन्ति चेत् अथवा भिन्नभिन्नदृष्ट्या, भिन्नभिन्नदृष्ट्या एवं कृष्णस्य कश्चन देवः वदति, अन्यः तत्र भिन्नभिन्नऋषीणां नामानि वदन्ति खलु, अतः एकस्य एव. आदर्शी दृष्टः कर्मणि लुङि रूपम् तावत्. अस्तु, अग्रे सुधा भगिनी पठति किम्? आम् महोदय. अहो प्रबुद्धो मुनिः, प्रबुद्धो मुनिः इत एव अवगच्छत् आगच्छति, इतः एव आगच्छति. सत्कार्यः अयं, सत्कार्यः अयम् इति तौ सम्भ्रान्तो बभूवतुः. अत्र एतादृश द्विवारं द्विवारं सर्वम् आगतम् इति चेत् जनानां सम्भ्रमः अत्र दृश्यते खलु, अतः तत् सम्भ्रमं सूचयितुम् अस्माभिः अपि तथा एव पठनीयम्. अस्माकं पठने अपि सम्भ्रमः सूचितश्चेत् तद्वरम्. इदानीम् अहो प्रबुद्धो मुनिः, प्रबुद्धो मुनिः, इव एव आगच्छति, इद एव आगच्छति, सत्कार्योऽयं, सत्कार्योऽयम् इति तौ सम्भ्रान्तौ बभूवुः. तथा सम्भ्रमं सूचयतु. पठतु एकवारं तथा। अहो प्रभो प्रबुद्धो मुनिः, प्रबुद्धो मुनिः इतः एव आगच्छति। तत्र इदानीं यदा एवं पठ्यते तत्र सन्धिविभागः न आवश्यकः, ओ अनन्तरं कुर्मः। अस्तु, इत एव आगच्छति, इत एव आगच्छति, सत्कार्योऽयं सत्कार्योऽयम् इति तौ सम्भ्रान्तो बभूवतु। अभूवतुः। अथ समापितसन्ध्यावन्दनादिक्रिये समायाते गुरौ तत् तदाज्ञा अत्र तदाज्ञया। एव एकं पुटं नष्टम्, अत्र द्वादशं पुटम् एतत्, तदनन्तरं दृश्यते चतुर्दशं, चतुर्दशं मध्ये कथा किञ्चित् अवगम्यते, चिन्ता नास्ति, तत्तु अग्रे पठतु। अथ योगिराजं सम्पूज्य यावत् यावत् इहितं यावत् इहितम् इहितम् इत्युक्ते इष्टम् इति, इहितं किमपि आलापितुं, किम् आलापितुम् आलपितुम् ओ आलपितुं तावत् कुटीरात् अश्रूयत, तस्याः एव बालिकायाः स करुणरोदनं, ततः किम् इति कुत इदानीम् अर्थः अवगतः खलु? सम्भ्रमेण वटुद्वयेन उक्तं खलु तत् मुनिः आगच्छति, सम्भ्रान्ताः सम्भ्रान्तौ भूत्वा तैः किमपि आलपितुं तौ इष्टवन्तौ तेन सह मुनिना सह, परन्तु गुरुः तयोः गुरुः आश्रमः गुरुकुलवासः खलु, तत्र बहवः ब्रह्मचारिणः सन्ति एव, तेषां सर्वेषाम् एकः गुरुः वर्तते, सः गुरुः सन्ध्यावन्दनं कर्तुं नदीतीरं गतवान् इति उक्तं खलु, तद् पूजार्थं तस्य उपासनार्थं सामग्री सर्वं पूर्वमेव स्थापितम् इति उक्तं खलु, सः योगी गुरुः, सः गुरुः आगच्छति समापितसन्ध्यावन्दनक्रिये समायाते गुरौ तदाज्ञया, किमपि जातं वयं न जानीमः किमिति, परन्तु अग्रिमपृष्ठे पठतु अग्रे। आम्, अथ योगिराजं सम्पूज्य यावद् ईहितं किमपि आलपितुं तावत् कुटीरात् अश्रूयत, तस्याः एव बालिकायाः सकरुणं रोदनं, ततः किम् इति कुतः इति कथम् इति कथम् इति केयम् इति केयं कायम् इति ओ केयम् इति कथम् इति पृच्छ अपरवशे खलु, पृच्छापरवशे इत्येव, यदा बहु बहवः प्रश्नाः पृच्छ्यन्ते तत्र तस्य तत् आस्किङ्ग् इति नामपदस्य पृच्छा इति नाम, पृच्छापरवशः आसीत् योगिराजः, योगिराजः यतः सः न जानाति खलु समाधितः उत्थाय सः पर्वतात् शिखरात् अधस्थलम् आगतवान् खलु, अवरोहणं कृतवान् खलु, सः एव तत् रोदनध्वनिं श्रुत्वा सः तथा वदति, किमिति कुत इति केयमिति कथमिति इति पृच्छापरवशः पुरा परवशे ब्रह्मचारिगुरूणां बालिकां सान्त्वयितुं श्यामवटुम् आदिश्य कथितम्। ब्रह्मचारिगुरुणा इत्युक्ते तत्र तेषां ब्रह्मचारिणां गुरुः अपि आगच्छति तत्र, सः वदति सः श्यामवटुं तथा आदिश्य तं सान्त्वयितुं ताम्, अनन्तरम् एवम् अग्रे वदति पठतु। भगवान् भगवान् श्रूयतां यदि कुतूहलं ह्यः सम्पादित सायन्तनकृत्ये अत्रैव कुशास्तरणम् अधितिष्ठते अधिष्ठिते मयि, परितः समासीनेषु छात्रवर्गेषु धीरसमीरस्पर्शेन मन्द मन्द मान्दोल्यमानासु व्रतितुषु समुद्दिते यामिनी कामिनी चन्दन बिन्दौ इव इन्दौ कौमुदी कपटेन सुधाधारं धाराम् इव वर्षति गगने, अस्मिन् अस्मिन् इति वार्तां अस्मन् शुश्रुषु, अस्मन् इति अस्ति इति खलु, वार्ताम् अस्मन् नीति वार्ताम्, अस्मन् इति वार्तां नीति शुश्रुषु, नीति वार्ताम्, नीति वा अस्मन् नीति वार्तां शुश्रुषुः शुश्रुषु इव मौनकाल मौनमाकल यत्सु पतगकुलेषु कलत्सु कलत्सु पतगकुल पतङ्ग पतङ्ग खलु पतङ्गकुलेषु न वा पतग पतग पतग अपि भवति, पतङ्गः अपि भवति, पतङ्गमः अपि भवति, शब्दत्रयमपि समीचीनं. तथा एव विहङ्गः विहगः विहङ्गमः तत्रापि तथा एव. पदग पतग पतगकुलेषु कैरव विकाश हर्ष प्रकाश मुखरेषु चञ्चरीकेषु अस्फटाक्षरं तावत् पर्यन्तं तत्र स्थापयतु. चञ्चरीकेषु इति एतत् सर्वं सन्दर्भं सूचयति, केन केन किं किं क्रियमाणम् आसीत् इति. एते सर्वे कस्यां कस्मिन् प्रयोगे सन्ति? सप्तिसप्तमी. सप्तिसप्तमी पूर्णतया पश्यतु, एकैकं स्वीकृत्य पश्यतु. ह्यः सः श्रूयतां यदि कुतूहलम् इति, कथं सा कन्या अत्र आगतवती, एतत् सर्वं वदति गुरुः. ह्यः सम्पादितसायन्तनकृत्ये अत्रैव कुशास्तरणम् अधिष्ठिते मयि. अहम् एतत् सायङ्कालकृत्यम् इत्युक्ते सन्ध्यावन्दनं, सायं सन्ध्यावन्दनं सर्वं कृत्वा अत्र एव आश्रमे आश्रमस्य समीपे वा कुशास्तरणं कुशा तत्र एव तेषाम् आस्तरणम् इति आसनं रीत्या भवति. तत्र एव अहम् अधिष्ठिते उपविष्टम् मया उपविष्टम् आसीत् इति. तदा परितः समासीनेषु छात्रवर्गेषु मां परितः सर्वे छात्राः स्थितौ उपविष्टवन्तः. अनन्तरं धीरसमीरस्पर्शेन मन्दमन्दमान्दोल्यमानासु व्रततिषु, व्रततिः इत्युक्ते लता, लताः सर्वे मन्दमन्दं वायुः आगच्छति, तेन किञ्चिदिव इतस्ततः कम्पमानाः सन्ति लताः. अनन्तरं समुदिते यामिनी कामिनी, रात्रौ चन्द्रः यामिनी इत्युक्ते रात्रिः अथवा यामि रात्रेः कामिनी इत्युक्ते पत्नी, रात्रौ कः आगच्छति इति भवति चेत् चन्द्रः, चन्द्रस्य कामिनी इव इति रात्रिकालः. तत्र तस्याः चन्दनविन्दौ इव इन्दौ, इन्दौ इन्दुः कः? चन्द्रः. चन्द्रः रात्रिः इति का सा एव कन्या, कन्यायाः मुखे एकः बिन्दुः इव वर्तते चन्द्रः. अतः यामिनी कामिनी चन्दनविन्दौ इव इन्दौ आसीत् इति. अत्र चन्दनबिन्दौ वकारबकारयोः भेदः नास्ति खलु, चन्दनबिन्दुः इव आसीत् चन्द्रः. अनन्तरं कौमुदीकपटेन सुधाधारामेव वर्षति गगने, गगनं किं वर्षन् वर्षति गगनः इत्यपि भवितुमर्हति. किं वर्षदस्ति इत्युक्ते सर्वत्र चन्द्रः भवति, चन्द्रस्य प्रकाशः चन्द्रिका सर्वत्र आगच्छति इति चेत् कौमुदी कपटेन, कौमुदीपुष्पं श्वेतवर्णीयं पुष्पं, तस्य व्याजेन कपटेन इति तथा इति, कौमुदी इव सुधाधारामिव, सुधा इत्युक्ते श्वेतवर्णीय चूर्णः भवति खलु, अथवा शिलाशिला अपि भवति, तत्र तस्य धाराः इव वर्षति गगने. अतः एव वयम् इदानीन्तनकाले सुधाखण्डः इति वदामः, चाक्पीस् इति. अस्तु, तादृश गगने वर्षति सति. अस्मन् नीतिवार्ताम् अत्रत्य समासं पश्यतु, अस्माकं नीतिवार्ताः इति. गुरुः किं साधारणतया सायङ्कालसमये किं वदति इत्युक्ते बौद्धिक उपन्यासं करोति खलु, बौद्धिक उपन्यासं अस्माकं शिबिरेषु अपि तथा एव खलु, आम् आम् तत्र सर्वे सम्यक् उच्चारणं करणीयं तत्र, तत्तु भौतिकं न बौद्धिकं, बुद्धेः इदं बौद्धिकं, भूतस्य इदं भौतिकं, तद्भिन्नं। भौतिकशास्त्रम् इत्युक्ते फिजिक्स्, बौद्धिकम् इत्युक्ते बुद्धिसम्बन्धं सम्बद्धम्। अस्तु, अस्मन्नीतिवार्तामिति समासः भवति, अस्माकं नीतिवार्ता अस्मन्नीतिवार्ता, तां शुश्रूषुः श्रोतुम् इच्छुः इव मौनम् आकलयत्सु पतगकुलेषु। इवन् पतगकुलेषु इत्युक्ते पक्षिणः अपि अस्माकम् उपदेशवार्तां श्रोतुम् इच्छन्तः इव तत्र मौनं तिष्ठन्ति इति। कैरवविकाशकर्हर्षप्रकाशमुखरेषु चञ्चरीकेषु, चञ्चरीकाः इत्युक्ते भ्रमराः, ते कथं किं कुर्वन्तः सन्ति? कैरवविकाशहर्षप्रकाशमुखरेषु, एतत् सर्वं पुष्पम् इति मन्ये, तेषु पुष्पेषु भ्रमराः सन्ति। अनन्तरं तदनन्तरम् अग्रे पठतु, एतत्तु सन्दर्भः, अग्रे किं कम्पमाननिष्पष्टाक्षरम्, अस्पष्टाक्षरम्, अस्पष्टाक्षरं कम्पमाननिश्वासं श्लथत्कण्ठं गर्गरितस्वनं चीत्कारमात्रं दीनताम् अयम् अति किम् अत्यवधान श्रव्यत्वात् श्रव्यत्वात् अनुमितम् अनुमितदवतिष्ठितं वा अवतिष्ठतम् अनुमितदविष्टतम् अविष्टितं क्रन्दनम् औश्रशम् अश्रौषम् क्षम्यताम् क्रन्दनम् अश्रौषम् अहं श्रुतवान् इति अर्थः। एतत् सर्वं सन्दर्भः खलु, तदा कम्पमाननिश्वासम् अस्पष्टाक्षरम् इति केनापि सः ध्वनिः क्रियते अस्पष्टं, निश्वासमपि कम्पमानं भवति इत्युक्ते यदा श्वासोच्छ्वासः भवति तत्र कम्पनं श्रूयते। श्लथत् कण्ठम् इत्युक्ते बहु रोदनेन कण्ठस्य स्खलनम् अस्ति। गर्गरितस्वनं, पुनः तत्र गद्गदस्वरः इति। चीत्कारमात्रं, पदे पदे मध्ये मध्ये चीत्कारध्वनिः अपि शब्दः अपि श्रूयते। दीनतामयं, बहु दैन्येन अस्ति ध्वनिः। अत्यवधानश्रव्यत्वात् अनुमितदविष्टतं क्रन्दनं, अत्यवधानश्रव्यत्वात् अनुमितत् अविष्टं, तस्य अर्थः कः इति पश्यामः अनन्तरं। तत् अश्रौषम्, अहं श्रुतवान्, अग्रे तत्क्षणमेव, तत्क्षणमेव च कुतं कुत इदं किम् इत किम् इतद् किं किमितद् इति किमितदिदम् इति दृश्यतां ज्ञायताम् इत्यादिश्य छात्रेषु विसृष्टेषु क्षणानन्तरं छात्रेण एकेन भयभीता सवेगं सवेग्यमत्युष्णम् अत्युष्णं दीर्घं निःश्वसति मृगीव व्याघ्राघ्राता अश्रुप्रवाहैः स्नाता सवेपतुः कन्यकैका अङ्गे निधाय समानीता चिरान् अत्र तस्य अर्थमपि पश्यामः, यतः इतोपि अनुच्छेदः बहु दीर्घः अस्ति, कुत्र स्थापयामः इति वदन्तु। अत्र तस्मिन् सन्दर्भे तादृशध्वनिं श्रुतवान् सः गुरुः, अतः छात्रान् उद्दिश्य तत् पश्यन्तु कः कस्याः ध्वनिः, ज्ञायताम् इति आदेशः भवति। तदा ते छात्राः एवं छात्रैः एषा कन्या समानिता, तत्र कथमासीत् सा पुरा किञ्चित् न पूर्वतन अत्र इति आदिश्य एकेन छात्रेण आसीत् आनीता एषा, सवेगम् अत्युष्णं दीर्घं निश्वासं कुर्वती आसीत्, बहु भीता आसीत्, व्याघ्रेण गृहीता हरिणा इव, हरिणी इव, मृगी इत्युक्ते हरिणी इव आसीत् सा। अश्रुप्रवाहैः स्नाता, क्रन्दनं कृत्वा कृत्वा पूर्णतया आर्द्रा आसीत्। सवेपतुः कम्पनेन सह आसीत् सा कन्या, एका कन्यका अङ्के निधाय समानीता। अनन्तरं अग्रे कुत्र वयम् अत्र स्थापयामः वा? प्रश्नः अस्ति, तत्र पूर्वं यामिनी इति पदमासीत्, रात्रि तत्र टीका न पठिता खलु, तस्य विषयं किञ्चित् पठतु केवलं। तत्र यामः अस्ति रात्रेः इति कृत्वा यामिनी इति नाम वा? यामाः सन्ति न, बिन्दुः इति चन्द्रं रूपयति खलु, तत्तु न महोदय, तत्र यामिनी इति पदम् आसीत् खलु, यामिनी इत्युक्ते रात्रिः। सत्यं, तर्हि रात्रिकाले यामाः सन्ति इति कृत्वा रात्रेः किञ्चित् दर्शयतु महोदय तं भागम्। अधः अस्ति महोदय, इन्दौ चन्द्रमसि समुदिते उदयं। यामिनी इत्युक्ते निशीथिनी, रात्रि, सा एव कामिनी। कामिनी इति स्त्री, ललना इति, तस्याः चन्दनमिन्दौ, तस्याः मुखे तिलकः इव चन्द्रः अस्ति इति। चन्द्रिका कौमुदी ज्योत्सने अवगतं, कपटेन व्याजेन। आम्, इत्युक्ते तत्र मम प्रश्नः आसीत्, तत्र यामिनी, यामाः सन्ति रात्रेः इति कृत्वा यामिनी इति नाम। आम् आम् आम् आम्, यामः इत्युक्ते किं, फेजस् किं? न न, तत्र तत्र चतस्रः यामः, त्रयः, तिस्रः यामाः सन्ति, अतः एव त्रियामा इत्यपि नाम रात्रेः। अत्र विरामः, किं विरमामः खलु, पुनः प्रश्नः अस्ति चेत् पृच्छतु अत्र एतावत् पठिते भागे। नास्ति खलु, अस्तु, इदानीम् इतोपि बहु दीर्घः अस्ति, वयं विरमामः। एवमेव अग्रिमसप्ताहे अपि किञ्चित् पठित्वा आगच्छन्ति चेत् शीघ्रं शीघ्रं कर्तुं शक्नोमि। अस्तु, ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्तिः शान्तिः शान्तिः।